नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति वादिगणः इति विषयः अनुवर्तते। दशगणेषु प्रथमः गणः अयं वादिगणः। अत्र विकरणप्रत्ययः अस्ति शप् इति विकरणप्रत्ययः, कर्तरि शप् इति सूत्रेण शप् प्रत्ययस्य विधानं भवति यदा कर्तरार्थकसार्वधातुकप्रत्ययः परः अस्ति धातुतः। तर्हि सर्वे विकरणप्रत्ययाः धातुतः एव विधीयन्ते यदा सार्वधातुककर्त्रार्थकप्रत्ययः अस्ति। एते गणनिमित्तिकविकरणप्रत्ययः, गणमाश्रित्य एते विकरणप्रत्ययाः विधीयन्ते। अनन्तरम् अस्माभिः अत्र तत्र वस्तुतः त्रीणि सोपानानि सन्ति तिङन्तपदस्य निर्माणार्थं। तत्र आदिमः सोपानः आदिमं सोपानम् अस्ति धातुतः। अत्र यतोहि अत्र झटिति तिङ्गतरूपं तत्र किम् अस्ति, तिङ्गन्तरूपं किम् अस्ति इति ज्ञातुं प्रक्रिया एवम् अस्माभिः चर्चितम्। एतदेव मातुः वैलक्षण्यं वर्तते। आदौ धातुतः विकरणप्रत्ययः, तदानीं विकरणप्रत्ययमाश्रित्य अङ्गकार्याणि, अनन्तरम् अङ्गं सिद्धमस्ति, सन्धिकार्यम् अस्ति चेत् तदपि क्रियते, अङ्गम् इदानीं सिद्धमस्ति, तदनन्तरं सिद्धप्रत्ययाः के, अङ्गं कीदृशम् अस्ति, अदन्तमङ्गं वा अनदन्तमङ्गं वा इति प्रश्नः उदेति। अदन्तमङ्गम् अस्ति चेत् अदन्ताङ्गानां सिद्धप्रत्ययाः के इति अस्माकं पुरतः ते प्रत्ययाः भवन्ति। तदनन्तरं तान् प्रत्ययान्, तान् तिङ्प्रत्ययान् आश्रित्य अङ्गकार्याणि भवन्ति। तत्पश्चात् अङ्गतिङ्प्रत्ययोः मेलनम् इति अस्माकं सोपानानि सन्ति। तत्र झटिति रूपं प्राप्तुं वस्तुतः शास्त्रीयरीत्या वयं पश्यामः चेत् धातुतः यदा कर्त्रार्थकसार्वधातुक तिङ्प्रत्ययः अस्ति तदानीं तादृशप्रत्ययमाश्रित्य मध्ये कर्तरि शप् आयाति, तदनन्तरं प्रक्रिया प्रचलति। परन्तु झटिति ज्ञातुम् इच्छामः चेत् एतादृशं वयं कुर्मः, धातुतः विकरणप्रत्ययः, विकरणप्रत्ययमाश्रित्य अङ्गकार्याणि, अनन्तरं धातुविकरणप्रत्ययोः योजनं, तत्पश्चात् यदा अङ्गं सिद्धमस्ति तदानीं तिङ्प्रत्ययमाश्रित्य अङ्गकार्याणि, अङ्गतिङ्प्रत्ययोः मेलनं, अङ्गं कीदृशम् इत्यपि चिन्तनीयम्, अदन्तम् अस्ति वा अनदन्तम् अस्ति वा, विकरणप्रत्ययस्य योजनानन्तरम् अङ्गम् अदन्तं वा अनदन्तं वा इति चिन्तनीयं भवति। तर्हि इदानीं तत्र सिद्धप्रत्ययः के इति ज्ञातवन्तः। तत्र भवादिगणे वस्तुतः उपसहस्रं धातवः सन्ति। तत्र प्रायेण बहवः धातवः, आधिक्येन धातवः, सामान्यधातवः एव, यत्र विशेषतया किमपि कार्यं नास्ति। अतः धातुः वादिगणे अस्ति इति वयं जानीमः चेत् झटिति एकस्मिन् क्षणे एव तेषां सर्वेषां रूपाणि, लट्लोट्लं विधिलिङ्ग् रूपाणि वयं झटिति वक्तुं शक्नुमः। तादृशसामर्थ्यं भवेत् अस्य वर्गस्य अनन्तरम्। अस्माकं तादृशसामर्थ्यम् अस्ति वा न वा इति भवन्तः स्वयमेव परिशीलनं कुर्वन्तु। यदि अहं वदामि धातुः वादिगणे अस्ति इति वदामि चेत् झटिति एव तस्य रूपं किं, तस्य लट्लोट् लङ् विधिलिङ्ग् एतेषु सर्वेषु लकारेषु तस्य रूपाणि कानि इति अहं झटिति वक्तुं शक्नोमि वा न वा इति परिशीलयन्तु। एतद् बहु व्यवहारिकं भवेत्, नो चेत् अत्र वयम् अत्र आगच्छामः, पठामः, गच्छामः, तस्य चिन्तनं न कुर्मः, तर्हि तत्र विस्मरणं जायते। अतः तत्र व्यवहारिकरूपेण कथं तत्र यदा अहं वाक्यं वदामि, अहं ग्रामं गच्छामि इति वक्तुम् इच्छामि चेत् तर्हि गच्छामि इति तत्र क्रियापदमस्ति इति यावत्पर्यन्तं न जानामि तावत्पर्यन्तं वाक्ये झटिति वक्तुं न शक्नोमि। अतः अत्र तत्र प्रथमपुरुषे किं भवति, मध्यमपुरुषे किं भवति, उत्तमपुरुषे किं भवति, लकारे लट्लकारे किं भवति, लोट्लकारे किं भवति, एतत् सर्वं झटिति अस्माकं मनसि तत्र भवति चेत् सौलभ्यं भवति, वाक्यसन्दर्भे अस्माकं भाषा अपि वर्धते इति सर्वं मनसि निधाय अत्र केवलम् आगत्य एकवारं पठित्वा अहं गच्छामि इति तथा मा चिन्तयन्तु। अत्र सिद्धप्रत्ययः के इति बहूनि न सन्ति, झटिति वयं तत्र स्मर्तुं शक्नुमः। दशवारं वयं पठामः चेत् मनसि आगच्छन्ति एते प्रत्ययाः, तत्र किमपि काठिन्यं नास्ति इति कृत्वा तत्र सिद्धप्रत्ययः के इति सर्वेषां मनसि भवेत्। अहम् आगत्य न पृच्छामि भवती जानाति वा न वा इति न पृच्छामि, परन्तु भवन्तः स्वयमेव परीक्षणं कुर्वन्तु। एते प्रत्ययाः मनसि भवन्ति चेत् अस्माकमेव सौलभ्यमस्ति। तत्र आदौ सामान्यधातवः, बहवः धातवः सन्ति यत्र किमपि विशिष्टकार्यं नास्ति, केवलं तत्र विकरणप्रत्ययस्य योजनम् अनन्तरं तिङ्प्रत्ययस्य योजनं तर्हि एतेषां सर्वेषां रूपाणि वयं तत्र अस्माकं प्रयोगे आनेतुं शक्यते तत्पश्चात् इगन्तदातवः इति उक्तं यत्र अन्ते इक्वर्णः अस्ति धातोः अन्ते तादृशधातुः अस्ति चेत् शप्रत्ययम् आश्रित्य गुणकार्यं भवति सार्वधातुकार्धधातुकयोः इति सूत्रेण यतोहि शप्रत्ययः शित्वात् सार्वधातुकप्रत्ययः अस्ति तत्पश्चात् अस्माभिः तत्र एजन्तदातवः इत्यपि दृष्टाः तत्र किमपि विशिष्ट अङ्गकार्यं नास्ति केवलं सन्धिकार्यम् अनन्तरं तत्र लघु इगुपददातवः तत्र उपादायम् इक्वर्णः अस्ति लघु इक्वर्णः तादृश इक्वर्णस्य गुणः जायते पुगन्तलघुपदस्य च इति सूत्रेण शप्रत्ययं निमित्तीकृत्य शप्रत्ययः शित्वात् सारधातुकप्रत्ययः इति कृत्वा गुणकार्यम् उपादायं गुणकार्यं सम्भवति तदनन्तरम् एते सर्वे सामान्यधातवः तत्र बहुविशिष्टकार्यं किमपि नास्ति इदानीं विशेषदातवः इति अस्माभिः दृष्टं तत्र आदिमम् अस्ति इषुगम्यमां चः इति सूत्रेण इषुगम्यम् इत्येषां धातूनां तत्र अन्तिमवर्णस्य स्थाने चकारादेशः भवति इति ज्ञातं तत्र इच्छति गच्छति यच्छति इति रूपाणि भवन्ति इषु इति धातुः तु अस्मिन् द्वादिगणे नास्ति परन्तु तुदादिगणे अस्ति तद् अग्रे परिशील्यामः परन्तु तत्र प्रक्रिया तु समाना एव भवति तत्र षकारस्य स्थाने छकारादेशः तत्पश्चात् तत्र छेच इति सूत्रं सन्धिकार्यस्य सूत्रमस्ति छेच इति सूत्रं छकारे परे ह्रस्वस्वरस्य तुगागमः भवति इत्यपि ज्ञातवन्तः तदनु एव तत्र इच्छति गच्छति यच्छति इति रूपाणि भवन्ति अनन्तरं तत्र अग्रिमविशिष्टसूत्रमस्ति पाग्राद्मा स्तां मान् दान् दृशि अर्ति सर्ति शद सदां पिब जिग्र दम तिष्ट मन यच्च पश्य ऋच्च दौ क्षीय सीदाः इति सूत्रम् अनेन सूत्रेण पाग्राद्मा स्तां मान् दान् दृशि अर्ति सर्ति शदसि सदाम् एतेषां धातूनां तत्र एते आदेशाः भवन्ति पिब जिघ्र धम तिष्ठ इति आदेशाः भवन्ति इति ज्ञायते तदर्थमेव पिबति जिघ्रति दमति तिष्ठति इत्यादीनि रूपाणि तत्र सम्भवन्ति तस्मिन् सन्दर्भे अस्माभिः एकं वार्तिकमपि पठितम् इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकं तत्र इक् ष्टिप् इति द्वौ प्रत्ययौ स्तः यस्य ययोः प्रयोगः केवलम् अष्टाध्याय्यामेव भवति तस्य बहिः नास्ति लोके व्यवहारे सुबन्धपदेषु कुत्रापि इक् ष्टिप् अनयोः प्रत्ययोः श्रवणं न भवति तर्हि तस्य तयोः प्रयोगः केवलं सूत्रेषु एव किमर्थं क्रियते इति चेत् तत्र धातोः निर्देशार्थं छन्दसः कृते अलङ्कारार्थम् इति सामान्यप्रयोजनानि ष्टिप् प्रत्ययस्य विशेषप्रयोजनं किम् इति चेत् ष्टिप् प्रत्ययस्य प्रयोगः तत्र यङ्लुकि तस्य कार्यं न स्यात् इति कृत्वा ष्टिप् प्रत्ययस्य प्रयोगः भवति सूत्रेषु यदा धातोः निर्देशः ष्टिप् प्रत्ययेन क्रियते तदानीं तादृशसूत्रं यङ्लुकि कार्यं न करोति इति केवलं सूचनार्थं तर्हि कथं जानीमः तत्र सूत्रेषु ष्टिप् प्रत्ययेन निर्दिष्टं वा इक् प्रत्ययेन निर्दिष्टं वा इति कथं जानीमः इति चेत् वयं यदि वयं पश्यामः चेत् तत्र धातोः अन्ते इक् श्रूयते इकारः श्रूयते वा नो चेत् ति इति श्रूयते वा इति पश्यामः ति इति श्रूयते चेत् ष्टिप्रत्ययेन निर्दिष्टः इति वयं ज्ञातुं शक्नुमः इकारः श्रूयते चेत् तत्र इक् प्रत्ययेन निर्दिष्टः इति वयं ज्ञातुं शक्नुमः यथा दृशि इति अस्ति तत्र पाग्राद्मास्ता मान् दान् दृशि इति अस्ति तत्र दृश् इति धातुः तत्र इकारः श्रूयते अतः इका निर्दिष्टः इति वयं वक्तुं शक्नुमः अर्ति इत्यत्र ति श्रूयते अतः स्तिपानिर्दिष्टः सर्ति इत्यत्र ति श्रूयते अतः स्तिपानिर्दिष्टः इति वक्तुं शक्नुमः अनन्तरं प्रश्नः उदेति तत्र स्तिप् इक् प्रत्ययः कीदृशप्रत्ययौ इति चेत् अत्र पाणिनिना साक्षात् निर्दिष्टः इत्युक्ते यद्यपि तस्य कृते सूत्रं नास्ति अष्टाध्याय्यां तत्र किमपि सूत्रं नास्ति येन इक् प्रत्ययस्य विधानं भवति येन स्तिप् प्रत्ययस्य विधानं भवति तादृशसूत्रं नास्ति तथापि पाणिनिना साक्षात् सूत्रेषु स्वस्य सूत्रेषु तेषां तयोः प्रयोगः कृतः इति कृत्वा तत्र ते प्रत्ययाः अपि तत्र वास्तविकप्रत्ययाः एव व्याकरणे तेषां प्रयोगः भवति. तर्हि ते प्रत्ययाः कीदृशाः इति चेत् ते प्रत्ययाः तिङ्प्रत्ययः न तिङ्प्रत्ययः न सन्ति इति कृत्वा, इक् प्रत्ययः स्तिप्रत्ययः तिङ्प्रत्ययौ न स्तः इति कृत्वा, तौ प्रत्ययौ वस्तुतः कृत् प्रत्ययौ स्तः. कथं जानीमः इति चेत् कृदतिङ् इति सूत्रेण, यतोहि स्तिप्रत्ययः इक् प्रत्ययः विकरणप्रत्ययः नास्ति, विकरणप्रत्ययरूपेण तयोः प्रयोगः न कृतः, सनादिप्रत्ययरूपेण अपि प्रयोगः न कृतः. तर्हि तत्र तिङ् अपि नास्ति, तिङ् नास्ति, विकरणं नास्ति, सनादि नास्ति, तर्हि किं भवितुमर्हति? धातुतः अस्ति, किं भवितुमर्हति? अतः कृदतिङ् इति सूत्रेण कृत् प्रत्ययः इति वयं स्वीकर्तुं शक्नुमः. तर्हि कृत् प्रत्ययः अस्ति चेत् इदानीं ष्टिप् प्रत्ययः इति स्विप्रत्ययं स्वीकुर्मः चेत् ष्टिप् प्रत्ययः षित् अस्ति, अतः सार्वधातुकप्रत्ययः अस्ति. तर्हि इदानीं कृत् प्रत्ययः इति अपि उक्तं, कृत् प्रत्ययः अस्ति, सार्वधातुकप्रत्ययः अस्ति. तर्हि इदानीं प्रश्नः उदेति कस्मिन् अर्थे अस्ति, यतोहि यावत्पर्यन्तं कस्मिन् अर्थे अस्ति इति न जानीमः तावत्पर्यन्तम् अन्यत् कार्यं भवितुं नार्हति. अतः इदानीं प्रश्नः कर्त्रार्थे अस्ति वा, कर्मार्थे अस्ति वा, भावार्थे अस्ति वा इति प्रश्नः. तर्हि इदानीं स्तिप्रत्ययः वस्तुतः कर्त्रार्थे अस्ति. कथं जानीमः? यतोहि सर्वे कृत्प्रत्ययाः प्रायेण कर्त्रार्थे एव भवन्ति, यतोहि तत्र उत्सर्गसूत्रमस्ति कर्तरीकृत्. कर्तरीकृत् इति सूत्रेण सर्वे कृत्प्रत्ययाः प्रायेण कर्त्रार्थके एव भवन्ति. तत्पश्चात् तत्र विशिष्टसूत्राणि सन्ति येन कृत्प्रत्ययानां विशेष अर्थाः अपि उल्लेखिताः, यथा तत्र तयोरेव कृत्यक्तकलर्थाः इति सूत्रेण तत्र कृत्यप्रत्ययाः, तप्प्रत्ययाः, कलर्तप्रत्ययाः, एते प्रत्ययाः भावकर्मणोः भावार्थे कर्मार्थे भवन्ति. इतोपि विशिष्टसूत्राणि सन्ति, अत्र न दत्तानि, परन्तु प्रायेण एतद् वयं स्वीकुर्मः इदानीं. तर्हि इदानीं स्तिप्रत्ययः तस्मिन् नास्ति, विशिष्टसूत्रे नास्ति इति कृत्वा सामान्यकर्तरीकृत् इति सूत्रेण कर्त्रार्थके अस्ति, कर्त्रार्थके अस्ति, षित्तपि अस्ति इति कृत्वा, सारधातुकः अस्ति, कर्तरार्थे अस्ति इति कृत्वा गणनिमित्तविकरणप्रत्ययस्य प्रयोगः शक्यते स्तिप्रत्ययस्य योगे इति. तत्र यदा तत्र इत्युक्ते यत्र तिङ् प्रत्ययस्य कृते यादृशकार्याणि भवन्ति, मध्ये विकरणप्रत्ययस्य विधानं भवति, यतोहि तिङ् प्रत्ययः सार्वधातुकः अपि अस्ति, कर्त्रार्थे अपि अस्ति, एवमेव स्तिप्रत्ययः सार्वधातुकप्रत्ययः अपि अस्ति, कर्त्रार्थे अपि अस्ति इति कृत्वा तत्र गणनैमित्तिकविकरणप्रत्ययः आयान्ति. गणमाश्रित्य धातुः कस्मिन् गणे अस्ति इति विचिन्त्य तत्र गणनैमित्तिकविकरणप्रत्ययः आयाति. परन्तु एतदपि स्मर्तव्यं यत् सूत्रेषु सर्वत्र धातुः कस्मिन् गणे अस्ति इति कृत्वा तं गणम् आश्रित्य एव विकरणप्रत्ययस्य विधानं भवति, स्तिप्रत्ययः परः अस्ति इति अपि नास्ति. बहुत्र भवति गणम् आश्रित्य, परन्तु कुत्रचित् यद्यपि धातुः द्वादिगणे अस्ति परन्तु तथापि तत्र अदादिगणवत् स्वीक्रियते, यतोहि छन्दसः कृते अपि तस्य प्रयोगः अस्ति इति कृत्वा अदादिगणवत् स्वीक्रियते. यथा तत्र ऋ इति धातुः, तत्र अर्ति इति उक्तम्, तर्हि अर्थी इति किमर्थम् उक्तं? तत्र अदादिगणवत् ऋधातुः तु अत्र द्वादिगणे अस्ति खलु इति चेत् तत्र यद्यपि तथा अर्थी इति उक्तं द्वादिगणे एव अस्ति, परन्तु तत्र छन्दसः कृते छन्दसि शप्रत्ययस्य विकल्पेन लोपः भवति इति कृत्वा अर्थी इति उक्तम्. अतः छन्दसः कृते अपि तस्य प्रयोगः शक्यते इति तत्र अष्टिप्रत्ययस्य विषये. तदनन्तरम् इक् प्रत्ययः इत्यपि अन्यः प्रत्ययः अस्ति, व्याकरणे एव तस्य प्रयोगः. इक् प्रत्ययः अपि वयं पश्यामः चेत् तिङ् नास्ति, धातुतः विधीयते, तिङ् नास्ति, अतः कृत् प्रत्ययः अस्ति. कर्तरीकृत् इत्यने न कृदतिङ् इति सूत्रेण कृत् तिङ् भिन्नः इति कृत्वा कृत् प्रत्ययः अस्ति. तर्हि इक् प्रत्ययः कृत् प्रत्ययः अस्ति, परन्तु सार्वधातुकप्रत्ययः नास्ति, आर्धधातुकप्रत्ययः अस्ति, यतोहि तिङ्क्षित् भिन्नः अस्ति, आर्धधातुकप्रत्ययः इति कृत्वा तत्र गणनिमित्तिकविकरणप्रत्ययः न आयाति. अत्र यतोहि सार्वधातुकप्रत्ययः कर्त्रार्थे अस्ति चेदेव गणनिमित्तिकविकरणप्रत्ययः, इक् प्रत्ययः कर्त्रार्थे अस्ति परन्तु आर्धधातुकः अस्ति, अतः गणनिमित्तिकविकरणप्रत्ययः मध्ये न आयाति इति कृत्वा दृश्योगः इ इति दृश्यी इति भवति, इक् इति कित्वात् तत्र गुणः अपि न सम्भवति. एतत् सर्वम् अस्माभिः गतवर्गे एव परिशीलितम्. तत्पश्चात् यङ्लुगन्तप्रसङ्गे अपि किञ्चित् ज्ञातं, यङ्लुगन्तधातुः इति एकः विषयः अस्ति. तर्हि सनादिप्रत्ययेषु अन्यतमः अस्ति यङ् इति प्रत्ययः, यताणिच् सन् क्यच् काम्यच् क्विप् इत्यादयः. एवमेव यङ् इति प्रत्ययः अस्ति, तस्य वैशिष्ट्यं किमिति चेत् विकल्पेन तस्य लोपः अपि सम्भवति. अतः यदा विकल्पेन लोपः भवति तदानीं यङ् लुगन्तधातुः इति वदामः. सः धातुः नूतनधातुः. तर्हि तादृशधातोः अर्थः कः इति चेत्, वारं वारं पठति, अधिकाधिकं पठति, अथवा वारं वारं क्रियते. किमपि तत्र कापि क्रिया अस्ति, यदा वारं वारम् अधिकाधिकं क्रियते तदानीं यङ् लुगन्तधातोः प्रयोगः क्रियते इति अपि अस्माभिः पठितं तस्मिन् विषये. किञ्चित् प्रासङ्गिकम् इति कृत्वा, यद्यपि अत्र अस्माकं साक्षात् विषयः नास्ति, प्रासङ्गिकम् इति कृत्वा किञ्चित् पठितमस्ति. तत्र लिक् धातोः यङ्लुगन्तरूपं ले लेक्ति इति रूपं, प्रच् धातोः रूपं पाप्रष्टि. किमर्थं यङ्लुगन्तविषये वयं पठामः इति चेत्, तत्र उक्तं स्टिप्रत्ययस्य स्टिप्रत्ययेन धातुः निर्दिष्टः चेत् तदानीं तादृशसूत्रं यङ्लुकि कार्यं न करोति इति उक्तं. तस्य एकम् उदाहरणं वयम् इदानीं परिशीलयामः, किमर्थं तत्र कथं तत्र यङ्लुकि कार्यं न भवति इति किञ्चित् इदानीं पश्यामः. तस्मात् प्राक् अहम् एकं प्रश्नं प्रष्टुमिच्छामि. अन्य के सन्ति अत्र इदानीं? नमस्ते भगिनि, विजयलक्ष्मी. नमस्कार भगिनि. नमस्ते भगिनि, शोभा अस्मि. शोभा भगिनी, नमस्कार. नमस्कारः, उमा अस्मि. नमस्ते भगिनि. नमस्ते भगिनि, सूर्यकुमार अस्मि. नमस्कारः भगिनि. अस्तु अस्तु, इदानीं मम प्रश्नः अस्ति, भवन्तः सर्वे अत्र आगच्छन्ति, तत्र अस्मात् पाठात् भवतां प्रयोजनं किम् इति चिन्तयन्ति वा कोऽपि? अस्मात् पाठात् मम प्रयोजनं किं कोऽपि वदति वा? अहं पठामि भुवादिगणे इति पाठः अस्ति मम पुरतः, अहं पठामि. अस्मात् पाठात् मम प्रयोजनं किम्? भुवादिगणे ये के धातवः सन्ति तेषां रूपसिद्ध्यर्थं समीचीनं सम्यक्रीत्या कर्तुं शक्यते भगिनि? अधुना तु सर्वेषां नास्ति, परन्तु विशेषधातवः ये सन्ति तेषां यदा यदि पाघ्रा एतत्तु मनसि न तिष्ठति, यतोहि वारं वारं करणीयम् एकवारं, परन्तु सिद्धतिं प्रत्यया तु वयं जानीमः, तत्र तु अतः तत्र किञ्चित् सरलतया कर्तुं शक्यते इति मम विचारः. समीचीनम्. इत्युक्ते तत्र रूपं झटिति अहं वक्तुं शक्नोमि इति वा? कर्तुं शक्यते भगिनि, यतोहि अत्र यद् धातु यदा तत्र विशेषधातवः प्रसङ्गः नास्ति चेत् तत्र यदि पश्यतु पा पा इत्यस्मिन् पिब इति भवति यत्र तत् मनसि तिष्ठति, परन्तु दान् इत्यस्य यच् तेषां तु समीचीनतया ज्ञातुं शक्यते, परन्तु केषाञ्चन धातूनां कुत्र आदेशः भवति इति मनसि तिष्ठति चेत् तत्र समीचीनतया कर्तुं, यतोहि तत्र सिद्धतिं प्रत्ययः वयं जानीमः न, तत्र तेषाम् आधारेण कर्तुं शक्यते इति मम. समीचीनम् इति एव अस्ति अस्माकं लक्ष्यं खलु. इदानीम् अहं तत्र पिब इति पिब तत्र पादातु इति वदामि चेत् तत्र झटिति तत्र विधिलिङ्गकारे रूपाणि कानि इति झटिति वक्तुं शक्नोति वा? आम् आं भगिनि, तत्र एकस्मिन् क्षणे तत्र सिद्धतिं प्रत्ययः तु अस्ति इतां न तत्सर्वं मास्तु, सर्वं तस्य भवत्याः मनसि पृष्ठतः अस्ति तत्सर्वं, परन्तु इदानीम् अहं पृच्छामि पादातोः लिङ्लकारस्य रूपाणि झटिति वदतु इति पृच्छामि. बहु समीचीनम्, उत्तमम्. इति एवं रीत्या सर्वेषां धातूनां यदि अहं वदामि धातुः भुवादिगणे अस्ति, आत्मनेपदे अस्ति वा, परस्मेपदे अस्ति वा इति अहं वदामि चेत् झटिति रूपाणि वक्तुं शक्यते वा न वा इति भवन्तः स्वयं परिशीलनं कुर्वन्तु. तदेव अस्माकं पाठस्य लक्ष्यमस्ति. किञ्चित् अभ्यासमपि करणीयं भगिनि, नो चेत् मनसि न तिष्ठति. प्रतिदिनम् अभ्यासं करणीयं. जाटिल्यं किमपि नास्ति, सरलमेव अस्ति, जाटिल्यं किमपि नास्ति. तत्र प्रथमतया तत्र सिद्धप्रत्ययः के इति कण्ठस्थीकुर्वन्तु, तत्पश्चात् एकं धातुं स्वीकृत्य झटिति अहं वक्तुं शक्नोमि वा एकस्मिन् क्षणे तत्र तत्र विधिलिङ्गकारे किं लङ्लकारे किं लट्लकारे किम् इति झटिति वक्तुं शक्नोमि वा इति चिन्तयन्तु. इति एव अस्माकं पाठस्य लक्ष्यः इति उक्त्वा अग्रे गच्छामि इदानीं. यतोहि प्रतिदिनं यदि पञ्चधातवः स्वीकृत्य कुर्मः चेत् तत्र मनसि तिष्ठति खलु, तावदेव अस्ति. हा इत्युक्ते एकं धातुं स्वीकरोतु, स्वीकृत्य तत्र भवती गृहकार्यं करोति चेत् मनसि एव तत्र वक्तुं शक्नोति खलु. गृहकार्यस्य मध्ये यदा तत्र शाकस्य कर्तनं करोति तस्मिन् क्षणे एकं धातुं स्वीकृत्य ओ अस्य रूपाणि एवम् अस्ति चेत् तावदेव तत्र सौलभ्यम् अस्ति. तत्रैव करोमि. समीचीनं सम्यक् अस्तु. अन्यस्य मनसि किमपि अस्ति वा अस्य पाठस्य प्रयोजनम्? इत्युक्ते यावत्पर्यन्तम् अस्माकं मनसि स्पष्टता नास्ति अस्य पाठस्य मम प्रयोजनं किम् इति स्पष्टता नास्ति तत्र पाठे रुचिः न भवति. यतोहि प्रयोजनं विना मन्दः अपि न प्रवर्तते. अतः मम प्रयोजनं किम् इति सर्वे चिन्तयन्तु. यदि प्रयोजनमेव नास्ति पाठस्य पठनेन तर्हि को लाभः खलु? अस्तु इदानीम् अग्रे गच्छेम. तत्र स्थिपः यङ् लुकि उदाहरणं सम्प्रसारणम् इति आरभ्य गच्छामः. अस्तु विजयलक्ष्मी भगिनी पठति वा? कुतः आरभ्य भगिनी? यङ् लुक् प्रसङ्गे प्राप्तवती. तत्ततः अग्रे अग्रिम स्थिपः यङ् लुकि उदाहरणं सम्प्रसारणम्. सम्प्रसारणं नामकम् एकं कार्यं भवति व्याकरणे. अनेन यणः स्थाने इक् आदेशो भवति. दिवादिगणे सम्प्रसारणस्य परिचयो भविष्यति. अग्रे च न केवलं दिवादिगणे अपि च द्रक्ष्यामः यत् बहुत्र सम्प्रसारणं भवति. यङ् लुकि अपि सम्प्रसारणस्य अवसरः. अत्र सम्प्रसारणेन किं किं भवति इति न एव लक्ष्यम् अस्माकं, तस्य च पाठः अग्रे भविष्यति. अत्र स्थिपा यङ् लुकि विहितं कार्यं न भवति इति प्रदर्शनार्थं सम्प्रसारणस्य उदाहरणं दीयते. तावदेव. एतद् वक्तव्यं वा भगिनि? किञ्चित् वदतु. अत्र सम्प्रसारणम् इत्युक्ते किम् इति लिखितमस्ति. इकः स्थाने यदा यथा यण् आदेशः भवति सम्प्रसारणे यणः स्थाने इक् आदेशो भवति. परिवर्तनं भवति तत्र कार्यस्य. एतस्य बहुषु स्थलेषु प्रयोगः भवति. दिवादिगणे न केवलं दिवादिगणे. किमर्थं केवलं दिवादिगणस्य अत्र सेपरेट् आगे सेपरेट् पृथक्तया किमर्थम् उक्तं दिवादिगणस्य विषये? य अस्ति इति कृत्वा वा? अदन्ताङ्गेषु अन्यतमम् अस्ति खलु. अस्तु अस्तु. अत्र सम्प्रसारणेन किं किं भवति इति अस्माकम् अत्र लक्ष्यं नास्ति. परन्तु स्थिपा यङ् लुकि विहितं कार्यं न भवति इति दर्शनार्थम् उदाहरणे एतस्य सम्प्रसारणस्य कार्यम् आसीत् इति कृत्वा तस्य अत्र किम् इन्ट्रोडक्षन् परिचयः दीयते. समीचीनं. तर्हि इदानीं सम्प्रसारणम् इति कार्यं भवन्तः सर्वे जानन्ति वा? सम्प्रसारणं यथा भवती उक्तवती तत्र यथा इदानीं पृच् तत्र प्रच् इति धातुः खलु. प्रच् इति धातुः तुदादिगणीयधातुः. प्रच् इति धातुः तस्य रूपं किम् अस्ति? पृच्छति. तत्र प्र इत्यस्य रेफस्य स्थाने ऋकारः आयाति. तत् यणः स्थाने इक् इति वक्तुं शक्यते. समीचीनं. तदेव सम्प्रसारणं. प्र इत्यस्य प्रच्छति इति रूपं नास्ति परन्तु पृच्छति इति रूपम् अस्ति. तर्हि कथं तत्र प्र पृ अभवत् इति चेत् सम्प्रसारणकार्येण इति वयं वक्तुं शक्नुमः सरलरीत्या. तत्र प्रक्रिया कथम् अस्ति इति अग्रे पश्यामः, परन्तु सरलरीत्या प्र इति पृ इति भवति इति सरलरीत्या वयम् अवगन्तुं शक्नुमः. तर्हि तदर्थं तत्र सम्प्रसारणविधायकसूत्रं किम् अग्रे पठतु. अधुना ग्रही ज्या वयि व्यधि वष्टि विचति वृष्टति पृच्छति भृज्यतीनां निति च इति सम्प्रसारणविधायकं सूत्रम्. अनेन किति नीति प्रत्यये परे सम्प्रसारणं भवति. अस्मिन् सूत्रे ग्रहि वयि व्यधि इति त्रयः धातवः इक् प्रयत्नेन उक्ताः. वष्टि विचति वृष्टति पृच्छति भृज्यति इत्येते पञ्चधातवः च ष्टिप् प्रत्ययेन उक्ताः. ज्या न ष्टिप् द्वारा न वा इक् द्वारा आहत्य नवधातवः. येषां च सर्वेषां नवानां धातूनां सम्प्रसारणं विधीयते यत्र कित् ङित् प्रत्ययः परो भवति. किन्तु ये पञ्चधातवः ष्टिप् प्रत्ययेन उक्ताः किति ङिति प्रत्यये परे सत्यपि यङ्लुकि तेषां सम्प्रसारणं न भवति. ये त्रयः धातवः उक्ताः इक् प्रत्ययेन तेषां किति ङिति प्रत्यये परे यङ्लुकि यथा सामान्यं सम्प्रसारणं भवति. अत्र अस्मिन् सूत्रे नवानां धातूनां उदाहरणं न सूत्रे सन्ति नवधातूनां किम् इक् ष्टिप् अनन्तरं न इक् नव ष्टिप् इति नवधातूनाम् अत्र प्रस्तूयते. ग्रही अत्र ग्रही वयि व्यधि इति त्रिषु त्रयः धातवः इक् इक् स्तिपौ धातुनिर्देशे इति सूत्रेण इक् इत्यस्य इकारः ग्रही वयि व्यधि इत्यत्र श्रूयते. अनन्तरं वष्टि विचति वृष्टति पृच्छति भृज्यति इत्येते पञ्चधातवः इति श्रूयते. अतः ष्टिप् प्रत्ययः अत्र प्रयुज्यते. अनन्तरं एकाकी तत्र भृज् ज्या ज्या इति सूत्रं ज्या इति धातु न ष्टिप् न वा इक् द्वारा प्रस्तूयते. एवमेव ज्या इति अस्ति आहत्य नवधातवः. अत्र किं विशिष्टकार्यम् इति प्रश्ने सति अत्र यत्र इक् प्रत्ययेन धातूनां निर्देशः कृतम् अस्ति तेषां यङ् लुकि सामान्यं सम्प्रसारणकार्यं भवति. परन्तु अन्ये पञ्चधातवः येषां ष्टिप् प्रत्ययेन निर्देशः कृतमस्ति तेषां यङ् लुकि सम्प्रसारणकार्यं निषिध्यते. अनन्तरं ज्या इत्यस्य किं भवति न जाने. ज्या इत्यस्य भवति वा न वा. ज्या इत्यस्य तु यङ्लुकि भवति, तत्र तु स्टिपा निर्दिष्टः नास्ति खलु. स्टिपा निर्दिष्टः नास्ति अतः भवति. अतः भवति. तर्हि अत्र समीचीनं खलु. तर्हि तत्र तत्र वष्टि इति तत्र ति न दृश्यते, तकारस्य लोपः वा. न न तत्र स्तुत्वं सन्धिकार्यं षकारः अस्ति खलु, अतः तकारस्य तकारः. क्षम्यताम्. वष्टि इति तत्रापि ति अस्ति परन्तु ष्टुत्वं जातम् इति कृत्वा तकारः दृश्यते. तकारः वस्तुतः तकारः एव मूले. अस्तु तर्हि अत्र सूत्रमस्ति ग्रही ज्या वयि व्यधि वष्टि विचति वृष्टति पृच्छति भृज्यतीनाम् इति च इति सूत्रम्. किमर्थम् अस्य विषये वयं चिन्तनं कुर्मः इति चेत् अत्र अस्मिन् सूत्रे तत्र किम् उक्तम् एतेषां धातूनां सम्प्रसारणं भवति किति निति प्रत्यये परे इति उक्तम् यतोहि निति इति सूत्रे साक्षात् उक्तं किति इति अनुवर्तते अस्मिन् सूत्रे पूर्वस्मात् सूत्रात् अचिस्वपियजादीनां किति इति पूर्वं सूत्रमस्ति तस्मात् सूत्रात् किति इति अनुवर्तते अत्र अतः अत्र किति निति प्रत्यये परे एतेषां धातूनां सम्प्रसारणं भवति इति सूत्रार्थः तर्हि इदानीं यङ्लुगन्तप्रसङ्गे अस्य सूत्रस्य कार्यं भवति वा न वा इति प्रश्ने सति तत्र ये धातवः इकानिर्दिष्टाः नो चेत् तत्र निर्देशः एव नास्ति केवलं साक्षात् धातुः एव उक्तः तादृशधातोः कृते तु यङ्लुगन्तरूप यङ्लुगन्तप्रक्रियायामपि सम्प्रसारणं जायते यङ्लुगन्तप्रक्रियायामपि सम्प्रसारणं जायते यदा तत्र यङ्लुगन्तधातुतः कित्वा नित् प्रत्ययः अस्ति परन्तु ये धातवः यथा अत्र वष्टि विचति वृच्छति पृच्छति बृजति एतेषां धातूनां यङ्लुगन्तप्रसङ्गे सम्प्रसारणं न भवति यतोहि ष्टिपानिर्दिष्टः इति अत्र विषयः तावदेव विषयः तावान् एव विषयः अस्तु अग्रे पमेला भगिनी अग्रे पठतु आं भगिनि क्षम्यतां दृष्टान्ते गृहधातुः सम्प्रसारणं विधायकसूत्रे इक् प्रत्ययेन उक्तः गृही अतः यङ्लुकि सम्प्रसारणं भवति यङ्लुक् प्रक्रियां गृहधातोः यङ्लुगन्तधातुः जाग्रह लट्लकारस्य प्रथमपुरुषस्य द्विवचने जाग्रह योगतस् तस् अपित्वात् निद्वत् अतः सम्प्रसारणस्य प्रसक्तिः जागृड् इति रूपम् किन्तु प्रच् धातुः सम्प्रसारणविधायकसूत्रे स्टिप् प्रत्ययेन उक्तः अतः यङ्लुकि नितिप्रत्ययपरे अपि सम्प्रसारणं न भवति प्रच् धातोः यङ्लुगन्तधातुः प्राप्रच् लट्लकारस्य प्रथमपुरुषस्य द्विवचने प्राप्रच् योगतस् तस् अपित्वात् निद्वत् सम्प्रसारणं स्यात् किन्तु न भवति प्राप्रष्टः अत्र उदाहरणम् अस्ति गृहधातु मूलतो गृहधातु अस्ति अत्र सूत्रे पूर्वस्मिन् परिच्छेदे वयं पठितवन्तः गृही इति गृही ज्या वहि व्यधि वृष्टि विचति वृच्छति पृच्छति बृजतीनां नित्ति च इत्यत्र गृहधातु इक् प्रत्ययेन उक्ता अस्ति अतः इक् प्रत्ययेन निर्दिष्टधातुः अस्ति अतः यङ्लुकि सम्प्रसारणं भवति अत्र उल्लिखितम् अस्ति यङ्लुक् प्रक्रियां गृहधातु रूपं यङ्लुकन्तधातु जाग्रह अस्ति लट्लकारस्य तत्र सम्प्रसारणं कदा भवति चेत् यदा निद्वत् अस्ति अथवा निद्वत् अस्ति तदा सम्प्रसारणस्य प्रसक्तिः अस्ति अतः तत्र उदाहरणे जाग्रयोगतस् इति स्थितौ तस् वयं जानीमः तत्र अपित् अस्ति तर्हि निद्वत् इति अस्ति अत्र सम्प्रसारणं कार्यं भवितुं भवति तर्हि जाग्रयोग तस्य रूपं जागृड् इति रूपं भवति तत् कथं भवति इति अहं न जानामि भगिनि डकार कथम् आगच्छति तत् सर्वं मास्तु इदानीं तत् कथं भवति इति भिन्नविषयः परन्तु भवती द्रष्टुं शक्नोति तत्र जाग्रह् इति जागृड् इति डकारः आगतः खलु आमामां भगिनि तत् रेफस्य स्थाने ऋकार आदेशः भवति तत् सम्प्रसारणस्य कार्यं दृश्यते किन्तु अत्र प्रच् धातु विषये सूत्रे तु पृच्छति अस्ति तत् स्थिप् प्रत्ययेन निर्दिष्ट अस्ति तस्मिन् परिस्थित्यौ सम्प्रसारणस्य कार्यं न भवति अतः एव प्रच् धातु यङ् लुगन्त धातु प्रा पृच् अस्ति न तु प्रापृच् इति द्विवचने प्राप्रच् योगतस्तत् सम्प्रसारणं स्यात् यतोहि तत्र तस् अपित्व अस्ति किन्तु स्थिप्निर्दिष्टधातु अस्ति इति कृत्वा तत्र रूपं प्रापृष्ठ भवति न तु प्रापृष्ठ समीचीनं सम्यक् भगिनि तर्हि तत्र अयं परिचयतः अवगतः वा इत्युक्ते तत्र वस्तुतः वष्टि ऋचति वृष्यति पृच्छति गृच्छति इत्येतेषां धातूनां यङ्लुकि सम्प्रसारणं न भवति अतः पृच्छ् धातुः अस्ति चेत् अन्यत्र यङ्लुगन्तप्रक्रियां विहाय अन्यत्र प्रच्छ् धातोः सम्प्रसारणं भूत्वा पृच्छति इति रूपमस्ति पृष्टवान् इति रूपमस्ति पृष्टः इति रूपमस्ति सर्वत्र पृ ऋकारः श्रूयते कित्नित् प्रत्ययः परः अस्ति चेत् सर्वत्र सम्प्रसारणं श्रूयते परन्तु यङ्लुगन्तप्रसङ्गे तत्र पाप्रष्टः इति रूपमस्ति तत्र प्रथमपुरुषे द्विवचने पाप्रष्टः इति रूपमस्ति न तु पाप्पृष्टः तत्र सम्प्रसारणं न जातं किमर्थम् इति चेत् सूत्रे पृच्छति इति तत्र ष्टिपानिर्देशः कृतः अस्ति इति कृत्वा एवमेव वृष्यति इत्यत्रापि वा व्रश्च इति धातोः तत्र अपि वा वृश्च इति न जायते यतोहि ष्टिपानिर्देशः सर्वत्र पष्टि विचति वृष्यति पृच्छति पृच्छति तेषां पञ्चानां धातूनां न भवति सम्प्रसारणं न भवति परन्तु ग्रही इति धातुं वयं स्वीकुर्मः चेत् तत्र ग्रही इति धातोः इकारः अस्ति इकानिर्देशः अस्ति अतः सर्वत्र सम्प्रसारणं भवति यङ्लुकि अपि भवति अतः एव जाग्रह् इति यङ्लुगन्तधातोः जागृडः इति रूपमस्ति तत्र ऋकारः श्रूयते रेपस्य ऋकारः श्रूयते कथं प्रक्रिया अस्ति कथं रूपं जागृडः इति अस्ति इति ज्ञातव्यं चेत् हल्सन्धिकार्याणि ज्ञातव्यानि भवन्ति तदस्माभिः न ज्ञातम् एतावता न तु सामान्यहल्सन्धिकार्याणि परन्तु विशिष्टहल्सन्धिकार्याणि पदनिर्माण अवसरे यानि कार्याणि भवन्ति तानि अस्तु अवगतं वा अग्रे गच्छामः भगिनि एकः प्रश्नः तत्र यङ्लुकि सर्वदा सम्प्रसारणं भवति वा तत्र कितिनिति कृते परे भवति इति तु जानामि परन्तु यङ्लुकि इति सम्प्रसारणं भवति इति प्रक्रियाकि सर्वदा सम्प्रसारणं भवति इत्युक्ते कः अर्थः न तत्र सूत्रे तु कितिनिति कृते परे भवति इति उक्तं परन्तु यङ्लुकि प्रक्रियायां भवति इति कथं जानीमः तत्र किमपि सूत्रमस्ति वा तत्र तेन कारणे सम्प्रसारणं भवति इति वक्तुं शक्यते वा यङ्लुकि ओ इत्युक्ते अत्र एतेषां धातूनां कथं यङ्लुकि कार्यं भवति अत्र तु पाप्रच् इति धातुः अस्ति न तु प्रच् धातुः इति पृच्छति वा आम् आं भगिनि तत्र तु हा कथं जानीमः तत्र यङ्लुकि सम्प्र न अत्र तु औपदेशिकधातुः क्षमतां वदतु भगिनि वदतु वदतु प्रश्नः कः वदतु मम प्रश्नः अस्ति एतत्तु सामान्यसूत्रमस्ति यतोहि तत्र कितिनिति प्रत्ययपरे सम्प्रसारणं भवति इति उक्तं परन्तु तत्र यङ्लुकि तत्र यदि ष्टिपानिर्देशः अस्ति तु यङ्लुकि सम्प्रसारणं न भवति इति तु जानीमः परन्तु यङ्लुकि इत्यस्मिन् कित्नित् अस्ति वा इति मम प्रश्नः तत्र प्रक्रियायाः प्रश्नः अस्तु अस्तु तर्हि अत्र पश्यतु प्रच् इति धातुतः यङ् प्रत्ययः विधीयते प्रच् योगः यङ् तदानीं यङ् प्रत्ययस्य लोपः भवति तदेव यङ् लुगन्तधातुः इति वदामः खलु यङ् इत्यस्य लुक् भवति अतः प्रच् इति एव तिष्ठति यङ् प्रत्ययस्य लुक् भवति इति कृत्वा यङ् प्रत्ययम् आश्रित्य किमपि अङ्गकार्यं न भवति यतोहि यङ् प्रत्ययस्य लुक् भवति लुक् अस्ति इति कृत्वा तत्र न लुमताङ्गस्य इति सूत्रेण यङ् प्रत्ययमाश्रित्य अङ्गकार्याणि किमपि न भवन्ति, अतः प्रचिति एव अस्ति, परन्तु इदानीं प्रच्धातोः द्वित्वं भवति, द्वित्वम् अभ्यासकार्यं सर्वं कृत्वा पाप्रच् इति धातुः निर्मितः भवति, पाप्रच्. तर्हि पाप्रच् इति धातुतः इति इदानीं नूतनधातुः अस्ति पाप्रच्. तस्य इदानीं लट्टीरूपं वयं साधयितुम् इच्छामः चेत् तर्हि पाप्रच् योगः ति इत्यत्र तत्र ति इति प्रत्ययः पित्तस्य अतः सम्प्रसारणस्य चिन्तनं नास्ति, परन्तु तस्य इति प्रत्ययः तु अपित्वात् निद्वत् अस्ति खलु प्रथमपुरुषे द्विवचने, अतः इदानीं तस्य प्रत्ययः अस्ति इति कृत्वा अत्र सम्प्रसारणं भवति वा पाप्रच् इति इति धातोः रूपसाधनार्थम् इति चेत् यद्यपि तस् प्रत्ययः नित् अस्ति तथापि अत्र सम्प्रसारणं न भवति. किमर्थम् इति चेत् अस्माकं विधायकसूत्रे पृच्छति इति स्थिपानिर्देशः कृतः. अतः तत्र पाप्रच् योगः तस् इति स्थितौ तत्र सम्प्रसारणं न भवति. किम् पृच्छति इति दोषाय खलु पृच्छति इति भवेत् किं पृच्छति इति भवेत् इति वदति वा? धातु तु पृच् इति एव पृच्छति. धातु तु पृच्छ परन्तु अत्र सम्प्रसारणं कृत्वा प्रदर्शितमस्ति पृच्छति इति. ति भवति चेत् सम्प्रसारणं न भवति इति उक्त्वा पृच्छति सम्प्रसारणं कृतवान् वा? न न, अत्र स्थिपानिर्देशः कृतः चेत् यङ्लुकि कार्यं न भवति इति भिन्नः विषयः अस्ति, परन्तु सूत्रे तस्य प्रदर्शनं कथं कृतम् इति चेत् सूत्रे तु प्रच् धातुः कस्मिन् गणे अस्ति? तुदादिगणे अस्ति खलु. तर्हि प्रच् योगः शयोगः स्तिप् प्रच् योगः श श इति प्रत्ययः अपित्वात् निद्वत् अस्ति, अतः श इति प्रत्ययम् आश्रित्य सम्प्रसारणं तु भवति, अतः पृच् योगः अ पृच्छ योगः स्तिप् पृच्छति. पूर्वसूत्रमपि पूर्वधातु अपि तदेव वा? पूर्वं धातु वृश् वृश् इति धातुः कस्मिन् गणे अस्ति? तुतादिगणे एव अस्ति इति मन्ये. वृश्च वृश्च इति अपि तुदादिगणे एव अस्ति इति मन्ये. भृज अपि वा? तुदादिगणे एव अस्ति वृश्चिगणे भर्जति भर्जति वा भृज् इति भ्रश्च भ्रश्च धातुः भ्रश्च भ्रश्च आम् तत्र भृज्यति इति रूपं भ्रश्च धातुः इति चिन्तयामि. तत्र भ्रश्च इति धातुः वस्तुतः भ्रश्च भ्रज् पाके सुदादिगण्यधातुः तत्र सन्धिकार्यं कृत्वा ब्रज ब्रज इति अस्ति ब्रज टु फ्रै टु रोस्ट् तावदेव वा? तदेव तदेव ओ भर्जनं ब्रेन् फ्रै अस्तु अस्तु मस्तिष्कस्य भर्जनं भर्जनम् आम् आम् अस्तु. अनन्तरं वृश्च व्रश्च इति द्वादिगणे धातुः व्रश्च द्वादिगणे व्रश्च प्राप्तं वा? व्रश्च षकारः व्रश्च ओ व्र ओ व्रश्चु छेदने द्वादिगणे धातुः अस्तु. वृश्चिकः भवति न स्कार्पियन् तस्य नाम वृश्चिकः इति खलु वृश्चिकः तत्र वृश्चिकः इत्यस्य उत्पत्तिः का इति द्रष्टव्यं तत्र धातुतः निर्मितः वा इति भवति प्रायः तदपि छेदनं करोति वृश्चिकः अपि छेदनं करोति सत्यम्. अस्तु अन्य कोऽपि प्रश्नः न भगिनि? अस्तु अग्रे गच्छेम वा? तर्हि एतावता अवगतं खलु तत्र सारांशः कः बहु किमपि अधीतं सारांशः कः इति चेत् इक्ष्टिपो धातुनिर्देशे इति वक्तव्यम् इति वार्तिकम् अस्ति तेन वयम् अवगच्छामः सूत्रेषु धातोः निर्देशः इक् प्रत्ययेन वा भवति ष्टिप् प्रत्ययेन वा भवति प्रायेण तर्हि तस्य प्रयोजनं किम् इति चेत् छन्दसः कृते अथवा धातोः निर्देशार्थं परन्तु स्टिप् प्रत्यये निर्दिष्टः अस्ति चेत् यङ् लुकि तस्य कार्यं न भवति इत्युक्ते यत्र यत्र विधिसूत्रेषु तत्र अष्टादयं बहूनि विधिसूत्राणि सन्ति खलु अथवा यत्र यत्र सूत्रेषु यत्र किमपि कार्यं विधीयते तत्र धातोः निर्देशः स्टिप्रत्ययेन कृतः चेत् तादृशकार्यं यङ्लुकि न भवति. तस्य उदाहरणम् अत्र दत्तमस्ति, ग्रहीज्या वै व्यधि वष्टि इति सूत्रं. तत्तेन सूत्रेण सम्प्रसारणं विधीयते. सामान्यतया कित्नित् प्रत्ययः परः अस्ति चेत् एतेषां धातूनां सम्प्रसारणं भवति, सर्वत्र भवति, अन्यप्रसङ्गेषु सर्वत्र भवति. यदा तत्र तप्रत्ययः अस्ति, तवतु प्रत्ययः अस्ति, एतेभ्यः धातुभ्यः यदा तप्रत्ययः तवतु प्रत्ययः अस्ति तदानीं सर्वत्र सम्प्रसारणं दृश्यते. परन्तु एवमेव तत्र यङ्लुगन्तधातोः यदा यङ्लुगन्तधातुभ्यः यदा कित् प्रत्ययः अथवा नित् प्रत्ययः अस्ति तत्र सम्प्रसारणं भवति वा इति चेत् स्टिप् प्रत्ययेन निर्दिष्टः अस्ति चेत् तत्र सम्प्रसारणं न भवति, इक् प्रत्ययेन निर्दिष्टः चेत् भवति. एतावदेव अत्र विषयः अस्ति. अस्तु अग्रे गच्छेम. इदानीं भगिनि सर्वेषां धातूनां यङ् प्रत्ययः युज्यते वा? सर्वेषां धातूनां सर्वेभ्यः धातुभ्यः यङ् प्रत्ययस्य विधानं न भवति, केवलं तत्र हलादि एकाच् सूत्रमस्ति. हलादि एकाचो धातोः समभिहारे यङ् हलादिरेकाचो समभिहारे यङ् क्रियासमभिहारे यङ् इति सूत्रेण तत्र यङ् प्रत्ययः केवलम् एकाच् हलादिधातुभ्यः एव विधीयते प्रायेण. तत्र अपवादः अस्ति, तत्र वार्तिकेन उच्यते अपवादः. तत्तु प्रायेण हलादिधातुभ्यः एकाच् धातुभ्यः एव यङ् प्रत्ययः विधीयते. अस्तु अग्रे उषा भगिनी पठति वा? आं भगिनि. पाग्राद्मा इत्यादीनां दाद्वादेशप्रक्रिया. पायोगः शप् पिब योगः अ, अतो गुणे इत्यनेन पिबयोगः तिप् पिबति. पायोगः शप् पाग्राद्मा इति दीर्घसूत्रेण पास्थाने पिब आदेशः भवति. पिबयोगः अ पिब इति सूत्रे उक्तम् इत्यस्मात् पिब इति अत् अदन्तं. सो सार्वधातुक अददातुकयोः इति सूत्रेण अथवा पुगन्तलघुपदस्य च इति कार्यं न करोति. पिबयोगः शप् इति एकक्षणं, किमर्थं तत्र किमर्थं गुणस्य चिन्तनं करोति? द्वादिगणः पिब इति धातु आदेशः, पिबयोगः शप् शप् प्रत्ययः विधीयते भगिनि. तत्सर्वं समीचीनं. तत्र पुगन्तलघुपदस्य च अपि च सर्वधातुकार्धधातुकयोः इत्यस्य कार्यं न भवति इति उक्तं. किमर्थं तत्र इगन्त अङ्गमस्ति वा, इगुपद इगुपदधातुः अस्ति वा? इगुपद नास्ति भगिनि, उपद इति लक भ अस्ति, भ योगः अ, सो कार्यं नास्ति इति इति वक्तुम् आं भगिनि. पिब योगः अ या कार्यं नास्ति, सो अतो गुणे इति एव कार्यं करोति. गुण अतः पिब योगः अ अ इति गुणवर्ण, अकार पिब इति अतन्त अदन्त, सो अथो गुणे इत्यनेन गुणस्य प्रसक्तिः एव भवति, पिब इति भवति. पिबयोगः तिप् पिबति भवति. इदानीम् अत्र एकः प्रश्नः उदेति, तत्र पाग्राद्मा इति सूत्रे आदेशाः पिब जिग्र धम तिष्ट मन यच्च इत्यादयः, तर्हि तत्र सर्वत्र पिब इत्यत्र प्रायेण अन्यत्र वयं पश्यामः यत् पिब इति अस्ति चेत् तत्र अकारः उच्चारणार्थः, अतः पिब् इति आदेशः स्यात् इति वयं चिन्तयामः. एवमेव अत्रापि पिब् इति आदेशः अस्ति चेत् किं भवति तत्र? पिब् इति आदेशः अस्ति चेत् गुणः भवति भगिनि. उपदा इति इकारः अस्ति उपदस्य च इति. तर्हि तत्र इष्टरूपं न प्राप्यते, तर्हि पेबति इति रूपं सिद्ध्यति खलु. तदर्थम् अत्र सर्वत्र यः अकारः श्रूयते आदेशे पिब जिग्र दम तिष्ट मन, तत्र अकारः उच्चारणार्थः आदेशे एव अस्ति इति वयं स्वीकुर्मः. अग्रे अग्रे तत्र अतो गुणे इति सूत्रस्य विवरणमस्ति, एकवारं पठित्वा वदतु तत्र सूत्रद्वयम्. अतो गुणे I don't see that beginning. Na drishyate va? Let me see. Refresh kritam va karapatram? Maya hyaha eva. Ato bhagya asti bhagini. Shadda. Antara. Oh, yeah, I'm bhagini. I refreshed it, yeah. Ato gune, appadantat, appadantat atah, गुणे परे पूर्वपरयोः स्थाने एकः पररूप एकादेशः स्यात्. गुणः इत्युक्तौ अ ए ओ. इदं सूत्रं वृद्धिरेचि अकसवर्णे दीर्घः इत्यनयोः अपवादसूत्रम्. अतः पञ्चम्यन्तं गुणे सप्तमीयन्तं द्विपदमिदं सूत्रम्. उस्य पदान्तात् इत्यस्मात् अप्पदान्तात् अपि च एङ्गिपररूपम् इत्यस्मात् पररूपम् इत्यनयोः अनुवृत्तिः. एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् अप्पदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम् अनुवृत्तिसहितसूत्रम् इत्यनेन संहितायां विषये अप्पदान्तात् अतः अप्पदान्तात् अतः अत्र पिब इति अप्पदान्तात् अतः गुणे इति सप्तमीरूपम् अ इति अप् गुणे इति गुणवर्णः अस्ति चेत् अप्पदान्तात् अतः परः गुणवर्णः अस्ति चेत् अतः गुणवर्णः पूर्वपरयोः एक एव रूपम् अस्ति पररूपम् अत्र गुणवर्णः गुणवर्णः अस्ति चेत् गुणवर्णः एव अस्ति इति अनुवृत्तिसहितसूत्रम् उच्यते भगिनि. अप्पदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपम् एकादेशः स्यात् इति सूत्रे उक्तम्. अत्र पिबयोगः अ इति स्थिते पिब इति अप्पदान्तात् अतः अ अप्पदान्तात् अत् अस्ति. अ परः अ इति अस्ति. अ इति गुणवर्णः. अप्पदान्तात् अतः के के गुणवर्णः? अ ए ओ इति गुणवर्णाः. अत्र अ इति अस्ति. कथं जानीमः? शप् इत्यनेन. कथं जानीमः अ ए ओ इति गुणसंज्ञकाः? वाट् इस् दट् अतेङ्गुणः इत्यनेन अत् ए ओ इति वर्णाः गुणवर्णाः. इदं सूत्रं वृद्धिरेचि अकसवर्णदीर्घः इत्यनयोः अपवादसूत्रम्. तर्हि पिबयोगः अयोगः ति इत्यत्र वदतु. अतो गुणे इत्यस्य कार्यं कथं? पिबयोगः अ इति स्थिते पिब इति अकारान्त् अप्पदान्तात् अतः अन्ते अस्ति. अप्पदान्तात् अतः अस्ति. तत्परः अ इति गुणवर्णः अस्ति. अतो गुणे इत्यनेन कार्यम् अस्ति. अतो गुणो गुणे इत्यनेन अप्पदान्तात् अतः योगः अ इति स्थाने गुणवर्णमेव अस्ति इति कारणतः पिब योगः अयोगः अ इति स्थितौ पिब इति रूपं सिद्ध्यति. हा, समीचीनं. तर्हि पिब इति अपदान्तमस्ति, पदान्ते नास्ति. पदान्ते ह्रस्वकारः इति नास्ति, अपदान्ते ह्रस्वकारः. पिब इत्यस्य अन्ते ह्रस्वकारः, अपदान्तात् अतः ह्रस्वकारः. तस्य अनन्तरं गुणसंज्ञकः वर्णः अकारः एकारः ओकारः. एतेषु कश्चन वर्णः अस्ति चेत् पूर्वपरयोः द्वयोः स्थाने पररूपादेशः. पररूपं किम्? अत्र गुणसंज्ञकवर्णः एव पररूपम् इति कृत्वा गुणसंज्ञकवर्णस्य आदेशः भवति. अतः पिबयोगः अ इत्यत्र पिब इत्यस्य उत्तरवर्ति अकारः तस्य अनन्तरं यः अकारः द्वयोः स्थाने पररूपं कः पररूपं किम् अकारः अकारादेशः भवति अतः पिब इति रूपं सिद्ध्यति पिबयोगः इति पिबति इदानीं लङ्गि झटिति रूपं रूपाणि वक्तुं शक्नोति वा आं भगिनि अपिबत् अपिबताम् अपिबन्त् तामन् अपिबः अपिबः अपिबतम् अपिबतमनुस्तं त अम्बम अपिबम् अपिबेव अपिबेम न अप्तमनुस्तं त अम्बम अम्बम अपिबम् अपिबाव अपिबाम हा समीचीनं समीचीनम् इतोपि अभ्यासः आवश्यकः झटिति वक्तुम् इत्युक्ते तत्र प्रत्यस्य अपि स्मरणं न स्यात् स्मरणमपि सर्वं मनसि एव स्यात् झटिति स्यात् इत्युक्ते तादृश अभ्यासः कर्तव्यः अस्तु यतोहि महान् लाभः अस्ति तादृश अभ्यासस्य महान् लाभः अस्ति यतोहि यत्र कुत्रापि तत्र काव्येषु कुत्रचित् रूपं वयं पश्यामः चेत् झटिति वयं ज्ञातुं शक्नुमः नो चेत् तत्र क्लेशः भवति तत्र पुनः अष्टाध्यायी.com मध्ये आगत्य रूपं स्थाप्य तत्र किं रूपम् इति तादृशम् अस्तु खलु आम् अस्तु समीचीनं तर्हि इदानीं अग्रे गच्छामः शुभभगिनी क्षम्यताम् एकः प्रश्नः तत्र एतेषाम् आदेशः क्षितिपरे भवति अतः सार्वधातुकलकारेषु एव एतेषाम् आदेशः भवति आधधातुकलकारेषु तत्र पा एव तिष्ठति किल तत्र आम् क्षितिपरे इति उक्तं हा सत्यम् यतोहि क्षितिपरे इति उक्तत्वात् सार्वधातुकलकारेषु एव इति नास्ति सार्वधातुकलकारेषु इति एव नास्ति यतोहि षित् प्रत्ययः अन्यत्र कुत्र भवति शत्रुशानच् कृत् प्रत्ययः अस्ति चेदपि भवति खलु समीचीनम् अतः सार्वधातुकलकारेषु एव इति नास्ति तत्र शत्रुप्रत्ययः शानच् प्रत्ययः तत्रापि भवति खलु समीचीनम् अतः एव पिबन् इति रूपमस्ति खलु सः पिबन् गच्छति पिबन् गच्छति समीचीनम् अस्तु शोभभगिनी अग्रे भगिनी कर्मणि रूपं पीयते इति वा पीयते पीयते पदातोः तत्र इकारादेशः भवति पीयते एकं सूत्रमस्ति घुमास्ता गापा जहाति साम्भलि इति सूत्रेण पादातोः स्थाने दीर्घ इकारादेशः भवति अतः पीयते इति रूपम् अस्तु शोभवति तत्र अग्रे घ्रायोगः शप् जिघ्र इति धात्वादेशेन योगः आ अतो गुणे इति सूत्रेण जिघ्र अनन्तरं जिघ्रयोगः तिप् जिघ्रति इति तत्र घ्राधातोः पाघ्राद् मात् स्थां नाद् दान् दृशि अर्ति सर्ति शद सदां पिब जिघ्र धम तिष्ठ मन यच्छ पश्य ऋच्छ धौ शीय सीदाः इति सूत्रेण जिघ्र इति आदेशः तत्रापि अन्ते जिघ्र जिघ्र इति भवति चेत् गुणः जिघ्र तत्र जिघ्र भवति चेत् अन्ते किं भवति रेपः एव भवति तत्र जिघ्र इत्यत्र गुणः भवति वा न वा इति परिशीलयति वा अन्ते इक् वर्णः अस्ति वा नास्ति नास्ति अन्ते इक् नास्ति अपि च उपधायाम् इक् वर्णः अस्ति वा इक् नास्ति तत्र घा एव उपधा भवति अतः तत्रापि तत्र तु अकारः नास्ति चेदपि गुणः न भवति इगन्तं नास्ति इगुपदः नास्ति चेत् नास्ति गुणः हा तत्र पूर्वस्मिन् पिबा इत्यस्य कृते अकारः योजितम् उच्चारणार्थम् इति उक्तं किन्तु तत्र गुणः अपि न भवेत् इति इष्यते इति कृत्वा किन्तु तत्र सर्वत्र अकारः योजितमेव एकत्र योजितं चेत् सर्वत्र योजितम् इति गुणस्य प्रसक्ति नास्ति चेदपि अधुना जिघ्रायोगः आ तत्र जिघ्रा इत्यस्य अकारः अन्ते अकारः अपि च पुनः पुरतः अपि शप् इत्यस्य अकारः अत्र अकः सर्वणि दीर्घः इत्यनेन गुणः न भवेत् इति कृत्वा अतोगुणे इति अतोगुणे इति दृष्टवन्तः अपदान्तात् अतः गुणे परे गुणवर्णः परं भवेत् पूर्वपरयोः स्थाने एकः पररूप एकादेशः भवति अतः तत्र पररूपस्य आ इति एकः आदेशः अतः जिघ्रा एव तिष्ठति जिघ्रायोगः तत्र तिप् इति सार्वधातुकप्रत्ययस्य योजनं जिघ्र तत्र वर्णमेलनमेव जिघ्रति इति भवति अन्तिमरूपम् अन्यत् किमपि वदनीयं वा भगिनि हा लोटिरूपं झटिति वदतु लोटि जिघ्रतु जिघ्रतात् जिघ्रतां जिघ्रन्तु तत्र अनन्तरं किं भवति पुनः विस्मृतवती भगिनी क्षमतां जिघ्रतं जिघ्रता जिघ्राणि जिघ्राव जिघ्राम जिघ्राणि क्षमतां तत्र नत्वं भवति जिघ्राणि जिघ्राव जिघ्राम मध्यमपुरुषे एकवचने अन्यत् रूपमपि अस्ति खलु हा जिघ्र जिघ्रतात् इति भवति तत्र हा आमां तत्र प्रथमपुरुषे मध्यमपुरुषे एकवचने रूपद्वयं हा एवं समीचीनं भगिनि एवं रीत्या तत्र तत्र दशधातून् स्वीकृत्य झटिति तत्र अभ्यासः भवति चेत् मनसि आगच्छति तावदेव आं भगिनि समीचीनम् अस्तु इदानीम् अग्रे विनय महोदय अग्रे अस्ति विनय महोदय ओके भगिनि अग्रिमम् अहम् धातु अस्ति ध्मा ध्मा धातु अत्र अङ्गानां स्थाने यथाक्रम आधारेण धम् भवति भवादिगणकारणेन शप् प्रत्यय विकरणप्रत्यय आयाति अथ धम् धातु अस्ति परन्तु म हलन्त योग अ तर्हि एव धम् भवति तदनन्तरं शप् आधारेण विकरणप्रत्यय आगच्छति अतः धम योग अ अतो गुणे अर्थात् अदेङ्गुण आधारेण अ गुण अस्ति अथ पूर्वपरयोः षष्ठी स्थाने पर एकादेश भवति तर्हि एव धम भवति तदनन्तरं दण्डकार प्रथमपुरुषे एकवचन आयाति त्यप् निष्पन्न पदम् अतः क्रियापदम् अत्र धवति भवति लटिरूपाणि लट्लकार लट्लकाररूपाणि कानि धमति धमदा धमन्ति धमसि धमसा धमथ धमामि धवामा धवामः उत्तमं समीचीनम् अस्तु अग्रे सूर्यकुमारी भगिनी अग्रे प्रक्रिया समाना इति कृत्वा तत्र सर्वाणि पठतु सर्वाणि क्षम्यताम् स्था इति आरभ्य पठतु स्था स्था धातु आदेशः भवति पाधा पाग्रात्मास्तास्मनाधान् दृशि अर्थि सति सद सदां पिबजिग्र धमतिष्ठ मन यच्च पश्य रुच्य धौ सीय सदा सदाः इति सूत्रे स्थादात् तिष्ठ आय आदेश भवति तिष्ठयोगः तिष्ठ स्थादातु भुवादिगणे अस्ति शप् आयाति, शप् योगः आ एव तिष्ठति, अतो गुणे स्था अदन्तदातु अदन्तदातुः अतो गुणे सूत्रेण सा योगः आ एव तिष्ठति तिष्ठ आ एव तिष्ठति चेत् परसवर परगुणवर्धन पररूपसन्धि अद अपदान्तस्य अतः गुणवर्ण अस्ति पर अस्ति चेत् पररूपमादेशः भवति पूर्वपरयोः तिष्ठ एव तिष्ठयोगः तिप् ति एव तिष्ठति भवति एवमेव एवमेव अन्यापि वदतु कानि तानि क्षम्यताम् मनास्थाने मन आदेशः तत्र मनति इति रूपम् मनस्थाने मन आदेशः भवति दान् स्थाने यच्छ भवति दृशिस्थाने पश्य भवति अर्थिस्थाने रुच्य भवति रुस्थाने क्षम्यतां रुस्थाने रुच्य भवति सृस्थाने धौ भवति शोधस्थाने सीय भवति सदस्थाने सीदा भवति रूपाणि अपि वदतु लटि लटि यच्च भगिनि न तत्र मनति यच्छति पश्यति रुच्यति मन धातु अस्ति अकारान्तधातुः लटिरूपं मनसि मनतः मनन्ति मनसि मनतः मनथ मनामि मनावः मनामः समीचीनं तर्हि तत्र एवमेव तत्र यच्च धान् धातोः यच्च इति आदेशः भवति चेत् यच्छति इति रूपं दृष्टातोः पश्य इति आदेशः चेत् पश्यति इति पश्यति ऋ धातोः ऋच्च इति आदेशः चेत् ऋच्छति सृ धातोः दौ इति आदेशः चेत् धावति षद् धातोः शीय इति आदेशः चेत् शीयते सद् धातोः सीद इति आदेशः अस्ति चेत् सीदति इति रूपं समीचीनम् अस्तु इदानीम् उमा भगिनी आगच्छतु तत्र शीय इति आदेशः भवति चेत् शीयते इति रूपं तर्हि शीयते तत्र तस्य विधिलिङ्ग् रूपाणि वदतु न न विधिलिङ्ग् लकारः न शीयेत शीयेयातां शीयेरन् न अत्र अङ्गं किम् अस्ति तत्र तादृशकाठिन्यं नास्ति तत्र अङ्गं किम् अस्ति इदानीं शीयत्वेन अकारान्तः शीयते न शीय इति अङ्गं खलु शीय इति अङ्गं तत्र सर्वत्र प्रत्ययः ईकारः अस्ति तत्र ततः गुणसन्धिः भवति खलु अतः शीये इति भवति तावदेव शीयेत् शीयेत शीयेयातां प्रत्ययं योजयतु तावदेव शीयेयातां शीयेन शीयेताः शीयेयातां शीयेध्वं न शीये तदनन्तरं किम् तावदेव तत्र अङ्गं किम् अत्र कथं झटिति वक्तुं शक्नुमः इति चेत् अङ्गं किम् इति अस्ति चेत् तदनन्तरं प्रत्ययस्य मेलनं तावदेव अतः अत्र अङ्गं किं शीय इति अङ्गमस्ति अतः प्रत्ययः सर्वत्र गुणसन्धिः भवति यतोहि ईकारः अस्ति विधिलिङ्गि सर्वत्र परस्मैपदी वा भवतु आत्मनेपदी वा भवतु सर्वत्र गुणसन्धिः भवति इति कृत्वा एकारः श्रूयते तदनन्तरं योजनं तावदेव समीचीनम् उत्तमं किम् अरुणा भगिनी नास्ति मृदुलिङ्गत आत्मनिवेद ईयत प्रश्नः नास्ति अस्तु अस्तु तर्हि इदानीम् उमा भगिनी अग्रे पठतु भगिनी धावति इत्यस्य भावकर्मणो रूपाणि न सन्ति वा धावति इत्यस्य भावकर्मणोः रूपाणि वा सृधातोः अस्ति खलु सृधातोः यानि रूपाणि तैः एव उपयोक्तुं शक्यते वा धाव इति धातु एव नास्ति आम् केवलम् आदेश लति एव धावति इति रूपम् ओ अस्तु श्रीयते इति श्रीयते श्रीयते श्रीयन्ते सरति इति वा सरति इति अस्मिन् अर्थे अग्रे सरेम भवति सदा वदति खलु हा सरेम तदेव अस्तु मम भगिनी अग्रे पठतु न देयं यत् देयं यत् श्रीधातोः स्थाने रूपस्य अनन्तरं तत्र रूपाणि सन्ति खलु तदनन्तरं नास्ति वा करपत्रम् देयं यत् श्रीधातोः स्थाने दौ आदेशः भवति तदा यदा टु रन् भवती न पठति चेत् अहम् इतः धावामि तदनन्तरं तदनन्तरं साक्षात् अनन्तरं अङ्गस्य इत्यस्य अधिकारः न न कुत्र अस्ति भवती तत्र इदानीं पाग्राद्मा इत्यादीनां धात्वादेशप्रक्रिया इति अस्ति तदनन्तरं अस्तु नास्ति चिन्ता अग्रे पठतु अरविन्द महोदय इदानीं पठतु अत्र पुनः अनन्तरं पठतु देयं यत् श्रीधातोः स्थाने दौ आदेशः भवति तदा यदा टु रन् इत्यर्थे अस्ति न तु टु गो टु फ्लो इत्यर्थः अस्ति अतः भुवादिगणे श्रीधातोः लटि एकस्मिन् अर्थे धावति अपरस्मिन् अर्थे सरति तत्र एकं श्रीधातोः ध्रुवद्वयस्य विवरणं दत्तमस्ति यदा धावति इति अर्थं अस्ति इति इत्यर्थे भुवादिगणे सृ एकमर्थं भवति यदि टु फ्लो टु ग्रो टु गो सरति अर्थे अन्य अवरस्मिन् अर्थे अपि सृधातु अस्ति तत्र धा इति आदेशः न भवति इति तत्र तदनन्तरं दान् दाने अनेन सूत्रेण शिति परे यच्च आदेशः अतः यदा लट्टि यच्छति दानार्थे माता बालकाय भोजनं प्रयच्छति यदान् दाने अस्ति धातु मूलधातु तस्य अत्र स्थितिपरे यच् यदादेशः भवति तत् तत् यच् इति लट्टिरूपम् अस्ति यच्छति सा दानार्थे भवति इति अर्थम् उदाहरणवाक्यमस्ति माता बालाय भोजनं प्रयच्छति इति सत्य अन्यश्च अस्मिन् सूत्रे ये ये दातवः सन्ति ते सर्वे भुआदिकाः किन्तु येषु केचन अपरेषु गणेष्वपि पठिताः यदा सृ धातोः जुहोत्यादिपि जुहोत्यगणेपि अपि ससर्ति षद् सद् च तुदादिगणे अपि पठितौ शीयते सीदति इति अत्र भिन्नगणे एक एव धातु दृश्यते तस्य विषयं दत्तमस्ति यदा उदाहरणमस्ति सृ धातोः ज्योति भुवादिगणेपि अस्ति ज्योत्यादिगणेपि अस्ति भुवादिगणे धावति सरति इति रूपमस्ति ज्योत्यादिगणे ससर्ति इति रूपमस्ति षद् सद् द्वौ धातु तुदादिगणे अपि पठितौ यदा एतावत् षद् शीयते सद् सीदति इति रूपाणि अपि अस्ति तुदादिगणीय रूपाणि तुदादिगणे अपि धात्वादेशः भवति वा तुदादिगणे धात्वादेशः न भवति षद् एव न षद् शीयति भवति न षद् इत्यस्य शीयते इति रूपम् अस्ति खलु शीयते आम् सीदति तत्रापि धात्वादेशः दृश्यते खलु पाग्रात्मा इति सूत्रात् आदेशः भवति आम् समीचीनं यतोहि क्षितिपरे इति उक्तत्वात् सूत्रे तुदादिगणे अपि विकरणप्रत्ययः श इति विकरणप्रत्ययः षित् अस्ति खलु आम् अतः तत्रापि भवति तत्रापि अस्तु षद् सीद् षद् शी भवति षद् सीद् भवति तत्र योजनेन आत्मनेपदपूर्वम् अस्ति शीया इति कृत्वा शीयते परस्मैपदिरूपं सीद् धातुः अस्ति कृत्वा सीदति इति रूपं भवति तदादिगणे समीचीनं तर्हि किं उभयत्र रूपं समानमेव द्वादिगणे अपि रूपं समानं तुदादिगणे अपि रूपं समानं तर्हि किमर्थं पृथक्तया स्थापितमस्ति तुदादिगणे धातुः अर्थ अर्थभिन्नत्वात् अर्थः भिन्नः अस्ति वा भिन्नः अस्ति वा अथवा समानः भिन्नः अस्ति भवति भिन्नः भिन्नः अर्थः वा समान अर्थः तत्र शदलृशातने शदलृशातने उभयत्र तत्र अर्थः तु समानः एव दत्तः अस्ति अत्र प्रयोगे भेदः भवितुम् अर्हति परन्तु केवलं तत्र यत् धातुपाठे दत्तं शदलृशातने इत्येव उभयत्र दत्तं तर्हि अर्थः समानः एव इति दृश्यते किम् अस्ति विजयलक्ष्मी भगिनि क्षितिपरे इति कुत्र अस्ति गुणः अत्र अत्र कुतः गुणस्य प्रसङ्गः नास्ति खलु क्षीयते एव रूपम् उभयत्र कुत्र अस्ति गुणः गुणभेदः स्त्री सीदति सीदन्ति इति प्रयोगः भवति इति किमपि भवति खलु सत्यम् इत्युक्ते किमर्थं पुनः तुदादिगणे स्थापितं अरविन्द महोदय इङ्ग्लिश् मीनिङ्ग्स् आर् डिफरेण्ट् शातने शातने इति समानं दृश्यते चेदपि सत्यं सत्यं यद्भवान् वदति तत् सत्यमेव परन्तु तत्र आङ्ग्ल आङ्ग्ल अनुवादम् अदृष्ट्वा केवलं शदलृशातने इति एव वयं पश्यामः चेत् तत्र उभयत्र समानमेव दृश्यते खलु इति प्रश्नः तु उदेति खलु प्रश्नः उदेति तर्हि प्रयोगे तत्र भेदः भवितुमर्हति प्रयोगे तत्र काव्येषु भेदः दृश्यते तत्तु अस्ति परन्तु केवलं धातुपाठं पश्यामः चेत् तत्र भेदः न दृश्यते उभयत्र शदुल् शातने इत्येव उक्तम् इति पश्यामः चेत् तत्र इदानीं यथा विजयलक्ष्मीभगिनी उक्तवती शत्रु स्त्रीलिङ्गे शत्रुप्रत्ययः यत्र भवति तत्र भेदः दृश्यते तत्र भेदः दृश्यते तुदादिगणे तत्र शत्रन्तरूपं रूपद्वयं भवति विकल्पेन एकत्र नुमागमः भवति एकत्र नुमागमः न भवति शीयन्ति अथवा शीयति इति रूपद्वयं भवति परन्तु भुवादिगणे एकमेव रूपं भवति शीयन्ति इति एकमेव रूपं भवति रूपद्वयं सिद्ध्यति तुदादिगणे अपि सः उपगणव्यत्यासमस्ति भगिनि तुदादिगणे तु उपगणः नास्ति किन्तु भुवादिगणे ज्वलादिगणे दत्तमस्ति उपगणभेदः अस्ति इति अस्ति वा तदपि भवति परन्तु प्रायेण किमर्थं धातवः तुदादिगणे स्थापिताः इति चेत् एतादृशभेदः अपि भवति स्त्रीलिङ्गे नुमागमः विकल्पेन भवति तुदादिगणे इति अपि अस्ति अस्तु समीचीनम् इदानीम् अग्रे गच्छेम अस्तु वंशी भगिनी अग्रे पठतु दंश सञ्च दंश सञ्च् स्वञ्च् रञ्च् इत्येषां न लोपः दंश् सञ्च् स्वञ्जां शपि इति सूत्रमस्ति दंश् सञ्च् स्वञ्च् एतेषां नकारस्य लोपः भवति शपि परे दंश्च सञ्च्च स्वञ्च्च तेषाम् इत्रेत्र द्वन्द्वः दंश् सञ्च् स्वञ्जः तेषां दंश् सञ्च् स्वञ्जां दंश् सञ्च् स्वञ्जां षष्ट्यन्तं शपि सप्तम्यन्तं द्विपदम् इदं सूत्रम् श्नान्लोपः इत्यस्मात् श्नान्नलोपः इत्यस्मात् नालोपः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् दंश् सञ्च् स्वञ्जाम् अङ्गस्य नालोपः शपि अत्र चत्वारः त्रयः धातवः सन्ति दंश् सञ्च् स्वञ्च् एतेषां धातवः तत्र तेषां नकारः लोपः न भवति यदि शप् प्रत्यये परे अस्ति इति उक्तं तत्र लोपः भवति वा न भवति वा लोपः भवति न लोपः भवति क्षम्यता दंश इत्यस्मिन् तत्र नश्यापदान्तस्य जले इत्यस्मिन् नकारः भवति वा तस्मात् नकारः लोपः भवति वा प्रथमतया सूत्रार्थः कः इति स्पष्टतया वदतु तदनन्तरं रूपं परिशीलयतु दंश् सञ्च् स्वञ्ज् इति एतेषां त्रयः धातवः सन्ति तेषां नकारः लोपः भवति यदि शप् प्रत्यये परे अस्ति इति उक्तं तावदेव अग्रे रूपाणि परिशीलयतु हा यथा दंश् योगः शप् दश योगः दश योगः तिप् दशति इति रूपम् अस्ति सञ्च् योगः शप् सज् इति भवति योगः अकारः सज् योगः तिप् सजति स्वञ्च् योगः शप् स्वज् योगः अ तस्मात् अनन्तरं स्वज योगः ते स्वजते इति आत्मनेपदीरूपमस्ति तत्र दंशति तत्र नश्यापदान्तस्य जलि इत्यनेन तत्र अनुस्वारस्य नकारः भवति झल् परे अस्ति चेत् तत्र शप् परे अस्ति इति भूत्वा तत्र नकारः लोपः भूत्वा दश् भवति वा भगिनि तत्र सूत्रमस्ति खलु अत्र स्नानलोपः इति सूत्रे गतन्नका तत्र अनुवृत्तिः अस्ति न न अत्र अत्र पश्यतु अत्र वस्तुतः धातुः दंश् इति अस्ति नकारः एव अस्ति मूले धातौ मूले धातौ नकारः अस्ति न तु अनुस्वारः अतः अत्र वस्तुतः अनुस्वाररूपेण परिवर्तनमेव न जायते नश्यापदान्तस्य जलि इत्यस्य प्रवृत्तिः एव न भवति किमर्थम् इति चेत् किमर्थमिति वदतु भवती, नश्यापदान्तस्य जलि इत्यस्य प्रवृत्तिः भवति वा न वा अत्र, किमर्थम् अपदान्ते अस्ति, तत्र तु दंश इति अस्ति, धातु नकारः अस्ति, मूले तु नकारः अस्ति, मूले तु नकारः अस्ति, अतः अत्र धातुपाठे यदा प्रदर्श्यते तदानीं तत्र किं क्रियते इति चेत् तत्र सन्धिं कृत्वा प्रदर्श्यते, अतः तत्र तत्र लौकिकधातुः दंश इति तत्र अनुस्वारसहितरूपं दृश्यते, परन्तु अत्र नश्यापदान्तस्य जलि इति सूत्रं तु त्रिपादे सूत्रमस्ति, तस्मात् पूर्वमेव इदं सूत्रमस्ति, दंश संज स्वञ्जां शपि इति सूत्रं पूर्वमस्ति, अतः अत्र अनुस्वाररूपेण परिवर्तनमेव न जायते, दंश इति एव भवति, तदानीं तत्र तादृश दंश योगः शप् इति स्थितौ तत्र शप् प्रत्ययं निमित्तीकृत्य दंश इत्यस्य नकारस्य लोपः भवति, अतः दश योगः अदशति इति रूपम्। अस्तु, तर्हि दंश एव द्रश् किमर्थं दंश इति उक्तं, तर्हि पाणिनिना दंश इति किमर्थं न उक्तं? न, दंश एव इति उक्तं खलु, दंश दशने इति एव धातुः अस्ति, पाणिनिना दंश इति उक्तं, दंश अस्तु, दंश इति उक्तं, तत्र नकारः एव उक्तं पाणिनिना, न क्षम्यतां, तत्र सूत्रे तु अनुस्वारः अस्ति न, तत्र नकारः नास्ति न मम सूत्रे, न सूत्रे तत्र सूत्रे सन्धिं कृत्वा प्रदर्शितमस्ति, ओ सूत्रे सन्धिं कृत्वा, तत्र मूलधातुः दंश अस्ति इति कृत्वा सन्धिं कृत्वा प्रदर्शितमस्ति, समस्तपदमस्ति खलु तत्र, दंशश्च सञ्जश्च स्वञ्जश्च इति समस्तपदमस्ति, अतः समस्तपदे सन्धिः नित्यः खलु, कृत्वा प्रदर्शितः, सन्धिं कृत्वा प्रदर्शितमस्ति अत्र, परन्तु मूलधातौ तु नकारः एव अस्ति, अतः नकारस्य साक्षात् लोपः भवति, सञ्ज् इत्यस्मिन् अपि सञ्ज् सञ्ज् अस्ति वा, सञ्ज् इति अस्ति वा तत्र, सञ्ज् इत्यत्र अपि नकारः एव अस्ति मूले, तत्र सन्धिं कृत्वा प्रदर्शितमस्ति, आम् आम् अत्र षञ्ज् इति अस्ति वस्तुतः, षञ्ज् षकारः अस्ति, मूर्धन्यषकारः, अनन्तरं नकारः जकारः, तर्हि तत्र धात्वादेः सहसेन सकारः भवति, सञ्ज् इति अस्ति, तत्र सन्धिं कृत्वा सञ्ज् इति प्रदर्श्यते, परन्तु अस्माकं कृते अत्र सञ्ज् इति न स्वीकर्तव्यं, सञ्ज् इति एव स्वीकर्तव्यं, तत्र नकारः एव स्वीकर्तव्यं, किमर्थम् इति चेत् तत्र नश्यापदान्तस्य जलि इति अस्माकं प्रक्रियायां नश्यापदान्तस्य जलि इत्यस्य प्रसक्तिः एव नास्ति इदानीं, यतोहि परसूत्रमस्ति, त्रिपादिसूत्रमस्ति, असिद्धम् अस्ति खलु, सञ्ज् सञ्ज् नकारः जकारः योगः शप् इति स्थितौ नश्यापदान्तस्य जलि इत्यस्यापि प्रसक्तिः भवति, दंश सञ्ज् स्वञ्जां शपि इति सूत्रस्यापि प्रसक्तिः भवति, द्वयोः सूत्रयोः युगपत् प्रसक्तिः, तत्र परत्रिपादिसूत्रं स्वयम् असिद्धम्, पूर्वत्रासिद्धम् इति अधिकारे स्वयम् असिद्धं भवति, अतः दंश सञ्ज् स्वञ्जां शपि इति एव सूत्रं कार्यं करोति, अनेन नकारालोपः भूत्वा सजति इति रूपं निष्पद्यते, एवमेव स्वञ्ज् इत्यत्रापि, समीचीनम् अवगतं वा, अतः तत्र यदि वयम् अत्र सम्यक्तया प्रदर्शनीयं चेत् तत्र नकारः एव प्रदर्शनीयं, इति सम्यक्तया तादृशप्रदर्शनीयं, परन्तु तत्र सर्वत्र धातुपाठे सर्वत्र सञ्ज् सञ्जिते एव उच्यते इति कृत्वा एवमेव प्रदर्शितं, परन्तु अस्माकं मनसि किं भवेत् इति चेत् तत्र सन्धिः न जातः, सन्धिः न जातः, यतोहि परसूत्रम् अस्ति तत्र, अतः पूर्वं न जायते, पूर्वं तु अत्र अनेन सूत्रेण अङ्गकार्यं जायते इति कृत्वा तत्र नकारस्य लोपः जायते, तदनन्तरं सन्धिकारस्य अवसरः एव नास्ति, कोऽपि प्रश्नः अस्ति वा अत्र, अग्रे अरुणभगिनी पठति वा, रञ्जेश्च, आं भगिनि, रञ्जेश्च रञ्ज् धातोः अपि लकारस्य लोपः भवति शपि परे, रञ्जे षष्ठ्यं च अव्ययपदं त्रिपदमिदं सूत्रम् लोपः इत्यस्मात् न लोपः इत्यस्य अनुवृत्तिः, आङ्गस्य इत्यस्य अधिकारः अनुवर्त्यत इति सूत्रं रञ्जेः च अङ्गस्य न लोपः शपि अत्र सूत्रम् पवर् कट् अभवत् आगतवती भगिनि रञ्जे रञ्जदातु अत्रापि अन्यसूत्रमत्र पाणिनीयदास्तं रञ्जदातु अस्ति चेत् अस्तु तर्हि आगतवती श्रूयते वा भगिनि श्रूयते किमर्थं भवत्याः लैन् मध्ये मध्ये मम हेड्फोन् प्राब्लम् अस्ति भगिनि तदेव अस्तु अस्तु रञ्जेश्च सूत्रेण रञ्जधातोः शप्रत्युपरि नकारलोपः भवति रञ्जेश्च दंश्च षञ्जां शपि इति सूत्रयोः कार्यं समानमेव तर्हि षञ्जेश्च रञ्जश्च इति पृथक् सूत्रं कृतः यतोहि अग्रिमेषु सूत्रेषु रञ्जधातोः अनुवृत्तिः भवति किन्तु दंश षञ्ज स्वञ्ज् एतेषां न भवति अनुवृत्त्यर्थं पृथक् कृतम् अत्र किमर्थं पाणिनिना रञ्जेश्च इति सूत्रम् एकसूत्रं कृतवान् न तु दंश इति सूत्रे न उक्तमि चेत् अनुवर्त्यर्थं पृथक् सूत्रं कृतवान् रञ्ज् योगः शप् रज् योगः रज् रज युक्ति रजति समीचीनं सूत्रं सरलमेव रञ्जेश्वर इति सूत्रे अपि शपि परे न लोपः भवति तावदेव तर्हि अत्र दंश सञ्ज स्वञ्जां शपि इत्यत्रापि न लोपः रञ्जेश्च इत्यत्रापि न लोपः तर्हि किमर्थं पृथक्तया सूत्रं कृतं रञ्जेश्च इति सूत्रम् इति चेत् अग्रे अनुवर्तनार्थं केवलं रञ्ज् धातोः रञ्ज् इत्यस्यैव अनुवृत्तिः अग्रे भवति न तु दञ्ज् सञ्ज् स्वञ्जाम् इत्यस्य इति कृत्वा तत्र पृथक्तया कृतं यदि एकमेव सूत्रमस्ति दञ्ज् सञ्ज् स्वञ्ज् रञ्जाम् इति अस्ति चेत् तत्र समस्तपदं भवति तर्हि अनुवृत्त्यर्थं तत्र एकः भागः एकं भागं स्वीकर्तुं न शक्यते तर्हि सम्पूर्णतया अनुवृत्तिः भविष्यति तद् मास्तु इति कृत्वा तत्र रञ्जेश्च इति पृथक्तया कृतम् तेन केवलं रञ्ज् इत्यस्यैव अनुवृत्तिः अग्रे भविष्यति न तु दञ्ज् सञ्ज् स्वञ्जाम् इत्यस्य ततः एव रञ्ज् इत्यत्र नकारस्य लोपः भूत्वा रजति इति रूपम् अस्तु समीचीनं कोऽपि प्रश्नः अस्ति वा अत्र धन्यवादः तर्हि अग्रिमसप्ताहपर्यन्तं सर्वे कृपया अभ्यासं कृत्वा आगच्छन्तु झटिति रूपाणि वक्तव्यानि अस्तु अस्तु तर्हि नमस्कारः नमस्कारः धन्यवादः भगिनि धन्यवादः भगिनि धन्यवादः भगिनि धन्यवादः भगिनि